ॐ अहनाववतु अहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति विशेषणविशेष्यभावः इति अस्मिन् विषये गतवर्गे वयं नूतनां कथाम् आरम्भितवन्तः तस्य आरम्भं कृतवन्तः तत्र जहि शत्रुं महाबाहो इति तत्र करपत्रे अपि तत् लिङ्क् अस्ति अपि गीतासोपने द्वितीयभागे पुटसङ्ख्या अस्ति 37 इति सप्तम अध्यायः अतः तत्र आरम्भतः पुनरेकवारं पठित्वा तत्र मध्ये स्थगितवन्तः इति मन्ये किन्तु पुनरेकवारं तत्र पठित्वा तत्र किं किम् अस्ति इति परिशीलयामः अस्तु तर्हि तत्र सर्वेषां पार्श्वे अस्ति खलु एषा कथा अस्तु अस्तु तर्हि तत्र शुभदा भगिनी आरम्भं करोति वा अद्य महोदय अस्तु पुनः आरम्भतः तत्र बहूनां दुर्गाणां बहूनां दुर्गाणां विजेता शिवराजः स्वकीयं बलं वर्धयति स्म पूर्णं पठामि तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म स्वामिभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्राम्यन्ति स्म तेषा बलवृद्धिः प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म समीचीनं भगिनी इदानीं तत्र प्रथमवाक्यं बहूनां दुर्गाणां विजेता शिवराजः स्वकीयं बलं वर्धयति स्म इदानीं तत्र अस्माकम् अस्यां कथायां मूलविषयः कः इत्युक्ते तत्र विशेषणविशेष्यभावः अतः तत्र अन्ये विषयाः अपि सन्ति किन्तु मूलविषयः अस्ति तत्र विशेषणविशेष्यभावः कुत्र कुत्र अस्ति इति तत्र तस्य अभिज्ञानं भवेत् अस्यां कथायाम् अतः तत्र बहूनां दुर्गाणाम् इति तत्र विशेषणविशेष्यभावः अस्ति तत्र प्रथमविभक्तिरूपं किम् अस्ति बहूनां दुर्गाणां दुर्ग इति अकारान्तपुल्लिङ्गशब्दः अहं मन्ये दुर्गः दुर्गौ दुर्गाः रामवत् दुर्गाणां प्रथमविभक्तिरूपं किं भवति दुर्गः दुर्गौ दुर्गाः इति दुर्गाः अपि तत्र विशेषणं स्थापयामश्चेत् बहूनाम् इति बहु बहुः बहु गुरुवत् समीचीनम् उकारान्तपदम् अतः तत्र एक प्रथमविभक्तिरूपं किं भवति किन्तु अस्तु अय बहुवचने बहवः दुर्गाः बहवः दुर्गाः तत्र यद्यपि बहु इति गुरु शब्दवत् इति वदामः किन्तु तत्र बहु इति शब्दः तत्र सर्वदा बहुवचने एव भवति तत्र अतः तत्र बहवः दुर्गाः विशेषणं भवति चेत् तत्र बहवः दुर्गाः इति इदानीं तत्र द्वितीयविभक्तिरूपं किं भवति गुरुः गुरौ गुरवः केवलं बहुवचने एव केवलं बहुवचने गुरुन् गुरुन् इति बहुन् इति भवति बहु इति शब्दस्य बहून् इदानीं दुर्गाः किं भवति दुर्गान् अतः तत्र तत्र शिवराजः तत्र किं कृतवान् तत्र विजेता इति अस्ति अतः सः कं जितवान् अथवा कस्य विजेता सः अस्ति सः बहूनां दुर्गाणां विजेता अस्ति अतः बहूनां दुर्गाणां विजेता इति त्रीणि शब्दानि शब्दाः शिवराजः इति शब्दस्य विशेषणानि भवति तत्र विजेता इति विशेषणम् अस्ति तस्य अतः तत्र किन्तु कीदृशविजेता इति तस्य वर्णन अवसरे तत्र किं भवति बहूनां दुर्गाणां विजेता इति भवति खलु तत्र अतः तत्र शिवराजः किं जितवान् तत्र बहवः दुर्गाः जितवान् किन्तु तत्र जितवान् इति तत्र क्रिया इति चिन्तयामश्चेत् तत्र कर्मपदं भवति वा किं जितवान् इति भवति खलु सः किं जितवान् इति अतः बहून् दुर्गान् द्वितीय बहुवचने अतः बहून् दुर्गान् जितवान् एषः शिवराजः बहून् दुर्गान् जीतवान् तादृश शिवराजः विजेता इति अस्ति विजेता इति तत्र प्रातिपदिकं किं तत्र विजेतृ इति तत्रन्तपदं तत्र किं तत्र तत्र मङ्गलवासरे अपि तस्मिन् वर्गे अपि एतादृशपदम् आगतम् आसीत् खलु तत्र यः कोऽपि दातुं स्वीकृत्य यं कोऽपि धातुं स्वीकृत्य एतादृश नामपदं कर्तुं शक्नुमः तत्र वक्ता इति अस्ति वक्तृ इति तत्र वक्ता इति अस्ति नामपदं तत्र विजेत् तत्र एतदपि जित जयति अथवा जित् तत्र विजेतृ इति तत्र पितृकारन्तपदं किन्तु तत्र पितृ मातृ तत्र तद् कुटुम्बसम्बन्धः तत्र भवति किन्तु एतत्तु किं धातुं स्वीकृत्य कृतं पदम् एतद् तत्र पिता तादृशं नास्ति किं भगिनि धातुं स्वीकृत्य कृतं पदम् एतत् तृच् प्रत्यय इति समीचीनं अतः तत्र विजेतृ विजेता शिवराजः स्वकीयं बलं वर्धयति स्म तत्र बलमिति तत्र तस्य विशेषणं किं बलम् इति विशेषणं स्वकीयः तत्र बलः अथवा बलं किम् अस्ति तत्र बलम् इति नपुंसकलिङ्गपदं वा बलम् इति धन्यवादः बलं इति नपुंसकलिङ्गपदम् अस्तु तत्र स्वकीयम् इति अस्ति तत्र स्वकीयम् इति अर्थः पदस्य अर्थः कः स्वकीयम् इति स्वस्य अत्र पुल्लिङ्ग अस्ति क्षम्यतां पुल्लिङ्ग अस्ति पुल्लिङ्गेपि अस्ति पुल्लिङ्गेपि दृश्यते अस्तु अतः स्वकीयः बलः इति स्वीकुर्मः स्वकीयः बलः इति प्रथमविभक्तिरूपं तत्र कर्मपदरूपेण अस्ति अतः स्वकीयं स्वकीयं बलं स्वकीयं बलं वर्धयति स्म इति तत्र इदानीं तत्र स्वकीयम् इति तत्र अर्थः तु स्वस्य इति अस्ति स्वस्य तत्र बलः अस्ति इति कृत्वा स्वकीयः तत्र महिला अस्ति चेत् अथवा तत्र वार्ता अस्ति चेत् तत्र किं भवति स्वकीयः स्थाने किं भवति स्वकीयां स्वकीया स्वकीयां वार्ताम् इति द्वितीयभक्तिरूपं भवति. अपि स्वकीयं पुस्तकं, स्वकीयं पुस्तकम् इति. हा, किन्तु तत्र एकः भेदः अस्ति. तत्र यद्यपि तत्र स्वकीयम् अपि स्वस्य इति तत्र अर्थसामान्यमस्ति, किन्तु तत्र स्वस्य इति पदं किं भवति, तत्र स्वस्य इति यदि वाक्ये भवति तत्र कर्तुः अनुगुणं भवति तत्र स्वस्य. इत्युक्ते तत्र यदि भवति स्वस्य पुस्तकं मह्यं ददाति, स्वस्य पुस्तकं, स्वस्य पुस्तकं मह्यं ददाति, किन्तु यदि तत्र स्वकीयं पुस्तकम् अस्ति चेत् तत्र किं भवति, तत्र अथवा इत्युक्ते स्वस्य जनानाम् इति अर्थे भवति वा महोदय? अर्थः भवति, किन्तु तत्र किञ्चित् भेदः अस्ति. तत्र स्वकीयम् इति तत्र विशेषणरूपेण भवति, तत्र अपि कर्मपदम् तस्य अनुगुणं भवति. तत्र यदि तत्र स्वकीयं पुस्तकम् इति भवति तत्र यदि भवति, यदि अहं पुस्तकं ददामि, अहं तत्र कोऽपि अथवा कोऽपि पुरुषः ददाति इति चिन्तयतु, तत्र स्वस्य पुस्तकं ददाति इति भवति. महिला ददाति चेत् तत्र किं भवति, स्वस्याः पुस्तकं ददाति इति भवति. तत्र गीताञ्जलिभगिनी पुस्तकं ददाति चेत् तत्र किं भवति, वयं किं वदामः, गीताञ्जलिभगिनी स्वस्याः पुस्तकं ददाति. अत्र रघुपतिमहोदय पुस्तकं ददाति चेत् तत्र रघुपतिमहोदय स्वस्य पुस्तकं ददाति. अतः तत्र स्वस्य, स्वस्याः इति तत्र कर्तु कः ददाति, भवान् ददाति अथवा भगिनी ददाति इति अनुसृत्य तत्र कर्तु अनुगुणं तस्य रूपं भवति स्वस्य. किन्तु तदेव वाक्यं तत्र स्वस्य पुस्तकम् इति स्वीकृत्य स्वस्य पुस्तकं तत्र स्वकीयं पुस्तकम् इति अस्ति चेत् तत्र किं भवति, गीताञ्जलि भगिनी स्वकीयं पुस्तकं ददाति, रघुपतिमहोदय अपि स्वकीयं पुस्तकं ददाति, यतोहि तत्र पुस्तकम् इति नपुंसकलिङ्गे अस्ति. कर्मपदस्य विशेषणं भवति. हा, कर्मपदस्य विशेषणं भवति, किन्तु स्वस्य अस्ति चेत् तत्र कर्तृपदस्य विशेषणं भवति. तावदेव, तत्र किञ्चित् तत्र भेदः अस्ति, तावदेव. अस्तु, समीचीनम्, अस्तु, तत्र वर्धयति स्म. अस्तु, अग्रे. तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. तत्र किं किम् अस्ति, तत्र विशेषभावाः? उग्रतेजसां दलपतीनां, दलपतीनाम् इति दलपति इति पतिवत् भवति वा, दलपतिन् इति भवति, तत्र पतिः जानीमः, पतिः तत्र षष्टिविभक्ति किं भवति एकवचने, तत्र विशेषरूपम् अस्ति, विशेषं रूपम् अस्ति तस्य, पत्युः इति. हा, अतः तत्र पतिः इति त्यजामः, तत्र दलपति इति साधारण इकारान्त पुल्लिङ्गशब्दवत् इति ह्रस्व इकारान्त शब्दः. भवति चेत् तदेव महाराजः इति अकारान्तपुल्लिङ्गत्रापि तादृश एव अस्ति इति मन्ये खलु महोदय, तत्र दलपतिः इति अस्ति. अतः तत्र रूपं किं भवति, प्रथमविभक्तौ कविः कव्य हरिः हरौ हरयः तद्वत् कविः दलपतिः दलपतौ दलपतयः न न दलपतिः दलपती दलपतयः हरिः हर हरिः हरि हरयः दीर्घैकारान्त भवति द्विवचने अतः दलपतिः किं भवति दलपतिः दलपती दलपतयः दलपतयः इति इदानीं तत्र उग्रतेजसाम् इति अस्ति तत्र उग्रतेजसः इति प्रायशः तत्र सकारान्तपदम् अस्ति किन्तु तत्र तेजसः इति एव स्वीकरणीयम् इति मन्ये तत्र उग्रतेजसः इति सकारान्तपदं तत्र तेजसः इति तत्र अकारान्तपदं रामाणाम् इति भवति किन्तु एतत् तेजसाम् इति अस्ति तत्र रघुपतिमहोदय गतवर्गे किं निश्चितम् अस्मिन् विषये तेजसः तेजस तेजस् इति सकारान्तपदम् इति स्वीकृतवन्तः उग्रतेजसः इति तत्र विशेषणम् अस्ति इति कृत्वा किन्तु तत्रपदं तत्र रूपं तत्र तेजस् इव एव तत्र तादृश एव अस्ति इति मन्ये खलु तत्र अतः तत्र मनस् इति तत्र मनसाम् तादृश एव रूपम् अपि भवति यद्यपि एतद् एतत् पदं पुल्लिङ्गे अस्ति किन्तु रूपं मनस् इति पदं तादृशम् अस्ति अतः तत्र उग्रतेजसाम् इति किन्तु तत्र प्रथमविभक्तौ प्रायशः रूपं किम् इति तेजः इति प्रायशः समीचीनं भगिनि तत्र मनः इति तादृशः अस्तु तत्र तत् स्वीकुर्मः तत्र उग्रतेजः उग्रते किन्तु तत्र तेजः तेजयोः तेजसाम् इति भवितुम् अर्हति वा महोदय तत्र षष्ठीविभक्ति तेजसः तेजसोः तेजसाम् इति तेजसः तेजसोः तेजसाम् इति अहं चिन्तयामि भगिनि किन्तु मम मनसि किञ्चित् क्लेशः अस्ति अस्तु तत्र तस्मिन् विषये सर्वे अन्वेषणं कुर्वन्तु इदानीं तत्र सम्यक्तया तत्र ज्ञानं नास्ति इति कृत्वा भवान् यत् उक्तं तदेव तेजस तेजसोः तेजसाम् इति अस्ति तदेव अस्ति वा महोदय आमां किं तेजस् न तेजस् इत्यस्य वदन्नस्मि तेजसः तदेव इति मन्ये किन्तु तत्र प्रथमविभक्ति तेजः तेजसि तेजांसि इति किन्तु मनसि मनांसि सत्यं महोदय किन्तु तत्र उग्रतेजसः इति तत्र किं भवति दलपतिः इति पदस्य विशेषणं भवति अकारान्तपुल्लिङ्ग अस्ति वा एतत् अकारान्त न अकारान्तपुल्लिङ्गम् अस्ति चेत् तत्र किं भवति महोदय तत्र तेजसः अस्ति चेत् तत्र देवानाम् इति भवति खलु तेजसानाम् इति किन्तु तेजसाम् इति एव दत्तमस्ति अतः तत्र तेजस् तेजस् एव अस्ति अतः तत्र किञ्चित् अन्वेषणं भवतामिति तेजसाम् इति अस्ति तादृशम् अस्ति अस्तु अतः तत्र विशेषणः अस्ति इति कृत्वा तत् विशेष्यस्य लिङ्गं धरति धारयति बहुभिः सामसः अस्ति सत्यं तेजस्य सः उग्रतेजः यस्य तेजः उग्रः अस्ति सः उग्रतेजस् उग्रतेजः इति प्रायशः अथवा उग्रतेजसः इति तत्र अतः तत्र तस्मिन् विषये किञ्चित् मनसि क्लेशः अस्ति तत्र समासः कोऽपि अन्य किमपि अत्र भवेत् तत्र अस्तु इदानीम् अस्तु इदानीं त्यजामः किन्तु मनसि स्थापयामः तत् अत्र अन्वेषणम् आवश्यकम् इति अस्तु तत्र प्रकाशमानाः इति विशेषणम् अस्ति कस्य पदस्य खड्गाः इति पदस्य खड्गः इति अकारान्तपुल्लिङ्गशब्दः रामवत् खड्गाः इति प्रथमाविभक्ति बहुवचने भवति अतः तस्य विशेषणं प्रकाशमानः खड्गः इति प्रथमाविभक्ति एकवचनं प्रकाशमानाः खड्गाः इति प्रथमाविभक्ति बहुवचने भवति समीचीनम् अतः तत्र तदेव अस्ति कर्तृपदम् अस्मिन् वाक्ये. खड्गाः परिभ्रमन्ति स्म, कीदृशाः खड्गाः? प्रकाशमानाः खड्गाः. प्रकाशमानाः खड्गाः, कस्य प्रकाशमानाः खड्गाः? उग्रतेजसां दलपतीनां, दलपतीनां, दलपतीनां प्रकाशमानाः खड्गाः. कुत्र परिभ्रमन्ति स्म? सर्वासु दिक्षु. सर्वासु दिक्षु, तत्र सर्वासु इति लिङ्गं किम्? सप्तमी विभक्ति बहुवचने. दिक्षु इति दिक् शब्दस्य सप्तमी विभक्ति बहुवचने दिक्षु भवति. तस्य विशेषणं सर्व दिक् इति स्त्रीलिङ्गे अस्ति, स्त्रीलिङ्गे अस्ति. तत्र एकवचनरूपं किं भवति? सप्तमी विभक्ति एकवचनरूपं, दिक्षु बहुवचनरूपम्. एकवचनरूपं किम् अस्ति? दिक्षु दिक्षु. अतः तत्र सर्वापदस्य किं भवति? सर्वस्याम् इति प्रायः तत्र सर्वस्याम् इति रैट्. तत्र सर्वस्यां दिशि इति तादृश भवति इति मन्ये. सर्वासु दिक्षु, हा सर्वासु दिक्षु, सर्वस्यां सर्वासु दिक्षु इति. समीचीनम्, अस्तु. स्वातन्त्र्याय स्वातन्त्र्यस्य कृते, स्वातन्त्र्यार्थम् इति वक्तुं शक्यते, वक्तुं शक्नुमः. स्वातन्त्र्यार्थं परिभ्रमन्ति स्म. अस्तु, समीचीनं भगिनि. अस्तु अग्रे, तत्र सूर्यकुमारी भगिनी अग्रे. महोदय, शिवराजस्य पदे पदे न इदानीं स्वामिभक्ताः, स्वामिभक्ताः स्वामिभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्रम्यन्ति स्म. तत्र क्रियापदं किम्? आक्रम्यन्ति. आक्रम्यन्ति, आक्रम्यन्ति स्म. तत्र आक्रामयन्ति इति अथवा आक्रम्यन्ति इति, तत्र किञ्चित् क्लेशः अस्ति. अस्तु, आक्रम्यन्ति इति स्वीकुर्मः. तत्र कर्तृपदं किमस्ति अत्र? शिवराज. न शिवराजः न, के आक्रम्यन्ति, आक्राम्यन्ति? ओ, स्वामिभक्ताः. स्वामिभक्ताः इति तद् तदपि समीचीनमेव. अपि शिवराजसैनिकाः आक्राम्यन्ति स्म. कस्य सैनिकाः? शिवराजस्य सैनिकाः. शिवराजसैनिकाः कीदृशशिवराजसैनिकाः? साधारणसैनिकाः वा? स्वामिभक्ताः. तत्र स्वामिभक्ताः, तत्र स्वामिभक्ताः शिवराजसैनिकाः इति, तत्र तत्र भक्ताः सैनिकाः. अस्तु, तत्र षष्ठी बहुवचनं किं भवति? स्वामिभक्तानां शिवराजसैनिकानां इति. अस्तु, शिवराजसैनिकानां. हा, तत्र तत्र कुत्र कुत्र आक्राम्यन्ति स्म ते? दुर्गेषु. हा, कीदृशदुर्गेषु? सूचितेषु दुर्गेषु. सूचितेषु दुर्गेषु, अस्तु. तत्र सूचितेषु इति कीदृशपदम्? सप्तमी बहुवचनं वचनम्. अस्तु, प्रथमविभक्ति एकवचनरूपं किम् अस्ति? सूचितः. सूचितः दुर्गः, सूचितेषु दुर्गेषु. कीदृश ते आक्राम्यन्ति स्म ते? व्याघ्रवत्. यथा व्याघ्रः आक्राम्यति तादृश तथा ते आक्राम्यन्ति स्म. अस्तु अग्रे तेषां बलवृद्धिः प्रहारैः विधर्मीयानां मनोबलं प्रतिक्षणं क्षीयते स्म. तत्र क्षीयते इत्युक्ते क्षयणं भवति, न्यूनं भवति, क्षणक्षणे न्यूनं भवति प्रतिक्षणं. तस्य कस्य क्षयः भवति? क्षयणं न क्षयः, कस्य क्षयः भवति? सैनिक न सैनिकानां क्षयः न, मनोबलस्य क्षयः. मनोबलस्य क्षयं धैर्यं, मनोबलम् इत्युक्ते तत्र धैर्यम् इति अपि वक्तुं शक्नुमः. मनोबलस्य क्षयः भवति स्म. तत्र प्रतिक्षणं क्षयः भवति स्म. तत्र कस्य मनोबलम्? तत्र पदं यत् दत्तमस्ति तत्र मनोबलं विधर्मीयानां. हा, विधर्मीयाणाम् इति. तत्र विधर्मीयः इति यस्य धर्मः भिन्नः सः विधर्मीयः, विदेशीयः विधर्मीयः. तत्र विधर्मीयः अकारान्तपुल्लिङ्गपदं विधर्मीयः. यथा तत्र भारतीयः अस्ति तादृश एव विधर्मीयः इति. तत्र विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म. केन कारणेन? प्रहारैः. हा, तत्र प्रथमविभक्तिरूपं किम् अस्ति? एकवचनरूपं प्रथमविभक्ति एकवचनं बलवृद्धि. न बलवद्भिः. एतत् बलवद्भिः प्रहारैः इति अस्ति. प्रहारैः, प्रहारैः इति तत्र प्रथमविभक्ति एकवचनरूपं किम्? प्रहारः. अतः लिङ्गं किम्? पुल्लिङ्गम्, अकारन्तु पुल्लिङ्गं, पुल्लिङ्गम् इति अस्ति. अतः तत्र बलवद्भिः अपि पुल्लिङ्गपदं खलु, विशेषणम् अस्ति इति कृत्वा. हा, बलवत् इति प्रातिपदिकं. बलवत् भवत् इति शब्दस्य प्रथमविभक्ति एकवचनरूपं किम्? भवत् पदं किं भवति? भवान्. बलवत् किं भवति? बलवान्. बलवान् बलवान् इत्युक्ते कः? यस्मिन् बलमस्ति सः बलवान्. किन्तु अत्र किं बलं कस्मिन् अस्ति? अत्र सैनिके अस्ति वा, सैनिकस्य बलम् अस्ति वा, अथवा तत्र बलं कुत्र अस्ति? अत्र मनोबलं, तत्र मनोबलं भिन्नं. अस्तु अस्तु, मनोबलं भिन्नं. हा, मनोबलं भिन्नं, किन्तु तत्र बलवान् बलवत् इति बलवान् इति अस्ति. तत्र बलवान् बलवस्मिन्. न अस्तु अस्तु अग्रे. लक्ष्मी भगिनी चिन्ता मास्तु. हा, लक्ष्मी भगिनी अग्रे. तत्र बलवद्भिः प्रहारैः, तत्र प्रथमविभक्तिरूपं किम् अस्ति? बलवान् प्रहार, बलवत् बलवत् प्रातिपदिकं बलवत् अस्ति. बलवत्, किन्तु प्रथमविभक्ति एकवचनं सप्तमी एकवचनं बलवान् इति पुल्लिङ्गे बलवान्. हा, बलवान् बलवन्तः पुल्लिङ्गे अस्ति वा अत्र? प्रहारैः प्रहारः पुल्लिङ्गे, नपुंसक पुल्लिङ्गे वा? प्रहारः, प्रहारः इति. अतः प्रहारः इति अस्ति. बलवान् प्रहारः. अस्तु, तत्र बलवान् इत्युक्ते किं? यस्मिन् बलम् अस्ति सः बलवान् अस्ति, सः बलवान्, सः बलवान्. अत्र कः बलवान्? सैनिकः वा? सैनिकः. इति वा तेषां बलवद्भिः तेषाम् इत्युक्ते केषां स्वामिभक्ताः शिवराजसैनिकाः इदानीं तेषाम् इति तत्र सैनिकानाम् अस्तु अस्तु तर्हि तेषां शिवराजसैनिकानाम् इदानीम् अग्रे किमस्ति बलवद्भिः प्रहारैः अस्ति खलु तत्र बलवद्भिः अपि प्रहारैः तत्र सम्बन्धः अस्ति वा विशेषभावः अतः तत्र बलवद्भिः इत्युक्ते कीदृशप्रहारैः कीदृशप्रहारः इत्युक्ते अतः कीदृशप्रहारः इत्युक्ते भवती किं वदति बलवान् प्रहारः बलवान् अतः प्रहारः बलवान् अस्ति न तु सैनिकः अत्र अतः बलं कुत्र अस्ति प्रहारे बलम् अस्ति खलु बलवान् प्रहारः बलवन्तः प्रहाराः बलवद्भिः प्रहारैः तत्र सैनिके बलम् अस्ति इति अत्र न दत्तमस्ति किन्तु प्रहारे बलम् अस्ति इति कृत्वा कीदृशप्रहारः बलवान् प्रहारः खलु अवगच्छति वा भगिनि समीचीनं वा इदानीं बलवद्भिः प्रहारः प्रहारैः इति तत्र विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म तेषाम् इत्युक्ते शिवराजसैनिकानाम् इति अस्तु अग्रे भगिनि वदतु महोदय आक्राम्यन्ति खलु तत्र तत् भुवादिगणे धातुः अस्ति परन्तु द्विवादिगणे अपि भवति रूपद्वयं भवति आक्रामति आक्रामति अथवा आक्राम्यति इति भवति नश्यति द्विवादिगणे शमिति अतः रूपद्वयं भवति अस्तु महोदय तत्र एकवचने रूपं किम् अस्ति आक्रामति अथवा आक्राम्यति इति रूपद्वयम् एतत् एकं तु अप्रत्ययः अस्ति इयप्रत्ययः अस्ति शनि इयप्रत्ययः आक्राम्यति अथवा आक्रामति आक्रामन्ति अथवा आक्राम्यन्ति इति रूपद्वयं भवति द्विवादि अपि च भवादिगणे धातुवत् भवति समीचीनं महोदय अस्तु लक्ष्मी भगिनी अतः तत्र पुनः अस्मिन् वाक्ये तत्र सूचितेषु दुर्गेषु आक्रम्यन्ति स्म आक्रमणं कुर्वन्ति स्म इति स्वीकुर्मः अतः तत्र आक्रमणं कुर्वन्ति स्म इति अस्ति चेत् तत्र सूचितेषु दुर्गेषु किं भवति सूचितेषु दुर्गेषु तत्र आक्रमणं कुर्वन्ति स्म इति भवति चेत् तत्र किं भवति अन्य कोऽपि अपि वदतु तत्र अत्र सत्यन्तरूपमस्ति अतः बहुवचने अस्ति गच्छन्ति स्म इति खलु अतः आक्रमयन्ति स्म सत्रन्तरूपमस्ति एतत् न महोदय तत्र न शत्रन्तरूपमस्ति चेत् तत्र स्म इति न भवति खलु आक्रमयन्ति तदपि भवितुमर्हति द्वयमपि भवितुमर्हति आक्रम्यन्ति इति क्रियापदमेव अस्ति महोदय क्रियापदमेव अस्ति गच्छन् आसीत् इति खलु अतः तदेव आक्रमयन् आसीत् किन्तु महोदय किन्तु तादृश अस्ति चेत् तत्र विशेषणं भवति खलु तत्र सैनिकाः इति भवति अतः पुल्लिङ्गे बहुवचने भवति आमां तदेव अस्ति खलु महोदय किन्तु तत्र आक्रमः किन्तु गच्छन्तौ गच्छन्तः इति भवति अत्र लट्लकारे लट्लकारे क्षम्यतां लट्लकारे अस्ति अस्तु प्रथम पुरुष बहुवचने क्षम्यतां महोदय अतः तत्र क्रियापदमेव इति मन्ये क्रियापदमेव क्रियापदमेव किन्तु तत्र अन्य कोऽपि अपि यः कोऽपि वक्तुमिच्छति वदतु तत्र आक्रम्यन्ति इति स्थाने आक्रमणं कुर्वन्ति स्म इति स्थापयामश्चेत् तत्र किं भवति सूचितेषु दुर्गेषु आक्राम्यन्ति स्म इति तस्मिन् स्थाने इदानीं तत्र आक्रमणं कुर्वन्ति स्म इति दुर्गाणाम् इति सूचितानां दुर्गाणाम् आक्रमणं कुर्वन्ति स्म इति भवति. सूचितं दुर्गं महोदय कर्मपदं सूचितं दुर्गं द्वितीया विभक्ति अस्तु तत्र सूचितं दुर्गत्वा सूचितान् दुर्गान् आक्राम्यन्ति न सूचितं दुर्गं व्याघ्रवत् आक्रमणं कुर्वन्ति स्म नो न आक्रमणं भवति चेत् तत्र आक्रमणं तत्र पठनम् अहं पुस्तकं पठामि किन्तु तत् किं भवति अहं पुस्तकस्य पठनं करोमि तत्र षष्ठी भवति पठनं पठनमिति किं भवति तत्र करोमि इति क्रियापदं पठनम् इति तस्य कर्मपदं भवति एतत् कृदन्तपदमस्ति महोदय लुडन्तरूपमस्ति आक्रमणम् इति अत्र कर्तृकर्णो कृति इति सूत्रेण तत्र षष्ठी विभक्ति भवति कृतयोगे षष्ठी भवति तत्तु समीचीनं महोदय पुस्तकस्य पठनम् इति समीचीनम् परन्तु दुर्गस्य आक्रमणं दुर्गाणाम् आक्रमणं दुर्गाणाम् आक्रमणम् इट्स् नाट् दुर्गाणाम् इट्स् लैक् दुर्गं न किमर्थं दुर्गं दुर्गं भवति चेत् भगिनी अस्तु दुर्गम् इति वक्तुम् इच्छति वा तत्र सूचितं सूचितान् दुर्गान् इति वा सूचितान् दुर्गान् आक्रमणं कुर्वन्ति स्म अस्तु अस्तु तत्र कुर्वन्ति इति अस्ति तत्र कर्मपदं किम् अस्ति दुर्गान् आक्रमणम् आक्रमणं किं भवति तत्र तस्मिन् वाक्ये आक्रमणम् इति कर्मपदं भवति द्वितीया विभक्तौ अस्तु इदानीं तत्र अस्तु आक्रमणम् इति कर्मपदम् अस्ति चेत् तत्र दुर्गान् इति किं भवति तत्र सम्बन्धः कः आक्रमणम् इति तस्य विशेषणं भवति वा दुर्गान् इति न भवति खलु षष्टिविभक्ति सौण्ड्स् आड् एकं तु मनसि स्थापनीयमस्ति यथा आङ्ग्लभाषायां भवति तादृश एव संस्कृते भवति इति तादृशचिन्तनं प्रथमतया त्यक्तव्यमस्ति एतत् केवलं तत्र यदा वयम् अभ्यासपुस्तकं कुर्मः प्रथमवारं वयं संस्कृतं पश्यामः अथवा तस्य पठनं कुर्मः तत्र अस्तु आङ्ग्लभाषा इति जानामिति स्वीकृत्य वयं वाक्यस्य रचनं कर्तुं शक्नुमः किन्तु भवती चिन्तयतु प्रथमभाषा यां भाषां भवती प्रथमवारं ज्ञातवती तत्र तस्याः भाषायाः पठनसमये भवती अन्यां भाषां स्वीकृत्य तां भाषां पठितवती वा महोदय आङ्ग्लभाषायाः प्रसङ्गः नास्ति अत्र आङ्ग्लभाषायाः प्रसङ्गः नास्ति ऐ एम् नाट् ट्रान्स्लेटिङ्ग् फ्रोम् इङ्ग्लिश् परन्तु अतः तत्र यदि वदामः तत् सम्यक् न भवति इत्युक्ते अतः तत्र तस्य आधारः कः अत्र अस्ति सूत्रमस्ति महोदय तत्र सूत्रस्य आधारेण तु सम्यक् अस्ति सूत्रस्य आधारेण सम्यक् अस्ति सूत्रस्य नियमः अस्ति अतः सम्यक् अस्ति परन्तु सप्तमी विभक्ति न तत्र षष्टि एव ओके वयम् अत्र सप्तमी दत्तमस्ति किन्तु यदि आक्रमणमिति स्थापितुम् इच्छामः तत्र षष्टि भवति तावदेव सूत्रापि यत् प्रयोगे आसीत् तदेव कर्तुं सूत्राणि भवन्ति न तु सूत्राणाम् आधारेण प्रयोगः भवति इति प्रयोग आसीत् तदपि तत् कर्तुम् अस्ति अतः तादृश कर्तृकर्मकृति इति कर्तृकर्मणोः कृति इति सूत्रमस्ति तत्र कारकम् इति पुस्तकमस्ति महाबलेश्वरभट्टवर्यस्य तस्मिन् अस्ति 49 पेज् मध्ये अस्ति किमर्थम् इति भवति एतत् कृदन्तरूपाणामपि भवति. एकः तु वक्तुम् इच्छामि महोदय, आक्रमणमस्ति. ओके, आक्रमणमस्ति. आक्रमणं कस्यचित् उपरि भवति, यु नो, आक्रमणं कस्यचित् उपरि भवति. न न, अस्तु अस्तु, पुस्तकम् इति अस्तु, पुस्तकम् इति स्वीकरोतु. पठनम् इति अस्ति, तत्र किं भवति? अतः मम भगिनि, अतः एव वदामि, भवती चिन्तयति आङ्ग्लभाषायां चिन्तयति अटाक् आन् इति, अतः न न न न आङ्ग्लभाषायाः विषयः नास्ति. अस्तु, अङ्गीकरोमि. इदानीं वदतु. जस्ट् अ डिस्कशन्, इट्स् ओके. तत्र चर्चां कुर्मः. तावदेव, तावदेव, किमपि तत्र महत्त्वं नास्ति. अङ्गीकरोमि, अङ्गीकरोमि. तत्र किन्तु तत्र ममापि तादृशभ्रमः आसीत्, परन्तु यदा पठितं तदा एव कारकस्य इदानीं अस्माकं वर्गः अपि अस्ति स्वरूपमहोदयस्य, तत्रापि अस्ति. षष्ठी एव समीचीनं भवति तत्र. अतः तत्र सूचितानां दुर्गाणाम् आक्रमणं कुर्वन्ति स्म, व्याघ्रवत् आक्रमणं कुर्वन्ति स्म इति. सूचितं दुर्गम् इति तत् भवति चेत् सूचितं यत् दट् वास् दुर्गस्य सूचितः, सूचना, सूचना इस् सजेशन् अथवा डिरेक्षन् इति. या, बट् वाट् इस् द रेलेवेन्स् इन् दिस् सूचितेषु दुर्गेषु इस् वाट्? कः कः कस्य कस्य दुर्गस्य आक्रमणं भवेत् इति राज्ञा सूचितम्. ओके, ओके, तत्र शिवराजः सूचयति. अतः सूचितः दुर्गः यः अस्ति तम् आक्राम्यन्ति स्म. धन्यवादः महोदय. अस्तु, समीचीनमेव आसीत्. अस्तु, अन्यदपि अहं मम सन्तोषजनकः यः अस्ति, तत्र या चर्चा वर्गे भवति सा चर्चा संस्कृते एव भवतु. तथा एव तत्र सन्तोषजनकः भवति. अस्तु, नपुंसकलिङ्गं चेत् प्रथम द्वितीय तुल्य एव. किं भगिनि? आक्रमणम्. आक्रमणम् इति पदस्य प्रथम द्वितीय समानमेव. सत्यं भगिनि, समानमेव, समीचीनम्. अस्तु महोदय, एकः प्रश्नः महोदय, तत्र आक्रमणं अपि आक्राम्यन्ति, तत्र अन्य आकार कुत्र आयाति, कथम् आयाति तत्र आक्रा इति, कथं भवति? रघुपतिमहोदय दृष्टवान्, उक्तवान् आङ्ग् उपसर्ग अस्ति, आक्रामति, आक्राम्यति, आक्राम्यन्ति इति आङ्ग् उपसर्गयुक्त अस्ति खलु. किमर्थम् आयाति किन्तु तत्र आक्रमणं तु तत्र क्रमः, क्रमयति भिन्नः, क्रमति भिन्नः अस्ति, आक्रमति इति भिन्नम् अस्ति भगिनि. ओ, आक्रमयति भिन्न अर्थः अस्ति महोदय. अत्र तत्र क्रम इत्यस्य वृद्धिः भवति के अन्यसूत्रेण भवति, तद् रूपमस्ति. अतः एव क्रम धातोः दीर्घः भवति, क्रमः परस्मैपदेषु इति अस्ति, दीर्घः भवति क्षितिपरे इति अस्ति सूत्रमस्ति. अतः क्रमधातु अस्ति, क्रमति न भवति, क्रामति, क्रामति इति भवति. अतः तत् विशिष्टसूत्रमस्ति. सूत्रं किमर्थम् इति प्रयोगे तादृशः अस्ति, ततः क्रम परस्मैपदेषु इति सत्यकृते एव प्रत्येकसूत्रमस्ति. क्षितिपरे इति अस्ति आक्रमणम् इति. अत्र एतत् क्षितिपरे नास्ति खलु, लुडन्तरूपमस्ति, अन् इति अस्ति, षित् प्रत्ययः नास्ति. क्रामति इति भवति शप् भुवादिगणे अस्ति, अतः क्रामति इति भवति. इदानीं क्रमयोग ल्युट् प्रत्ययः अस्ति, अन इति क्रमणम्, आक्रमणम् इति भवति. तत्र आक्रामणम् इति न भवति. किमर्थमिति चेत् अत्र ल्युट् षित् प्रत्ययः नास्ति, अत्र ल्युट् प्रत्ययः अस्ति. अतः अस्तु अस्तु, इत्युक्ते आक्रम्यन्ति तु असमीचीनं. षित् षित् प्रत्ययः अस्ति खलु, अत्र षकारः अस्ति खलु, षित् प्रत्ययः अस्ति खलु, ष्यन् इति आक्राम्यन्ति, आक्राम्यति इति आयोगक्रमयोग ष्यन् प्रत्ययः अस्ति, अतः षित् अस्ति, षकारः अस्ति, अतः क्राम् भवति, क्रमः परस्मैपदेशि इति सूत्रेण, अतः दीर्घः भवति, क्राम्यति अथवा क्रामति इति रूपद्वयं भवति, परन्तु क्रमयोग लुट् प्रत्ययः अस्ति, अन इति भवति, अतः क्रम आक्रमणम् इति, आक्रमणम् इति क्रमणम् आक्रमणम् इति. अस्तु, धन्यवादः महोदय. धन्यवादः भगिनी. अस्तु तर्हि, अस्तु अग्रे गच्छामः तर्हि. तत्र लक्ष्मी भगिनी तत्र अग्रिमं वाक्यं करोति वा? तत्र कुत्र शिवराजः पदे पदे, शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफजलखानः प्रतिज्ञाम् अकरोत्. कः पठामि वा अग्रे? तत्र सामर्थ्यम् इति अस्ति, तत्र सामर्थ्यम् इति सामर्थ्यं वर्धमानं सामर्थ्यं विशेषणं किम् अस्ति तस्य? विशेष्यं सामर्थ्यं विशेष्यं विशेषणं वर्धमानं विशेषणं विशेषणम्. अस्तु, समीचीनम्. अग्रे सः प्रतिज्ञाम् अकरोत्. अग्रे तदनन्तरम् एव सः महतीं सज्जताम् आरब्धवान्. हा, तत्र महतीम् इति किमर्थं स्त्रीलिङ्गे अस्ति? सज्जता इति स्त्रीलिङ्गपदम्, स्त्रीलिङ्गे अस्ति, विशेषणं भवति. अस्तु, हा, तदनन्तरम् अग्रे. न केवलं तावत् अपि तु शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान्. हा, तत्र सः किं कृतवान्, किं निश्चितवान् सः? मारयितुं निश्चितवान्, मारयितुं निश्चितवान् शिवराजं मारयितुं शिवराजं मारयितुं निश्चयं केन मार्गेण? कपटस्नेहेन मारयितुं. कपटस्नेहेन, तत्र कपटस्नेहेन मारयितुं निश्चितवान् अथवा निश्चयं कृतवान् इति. समीचीनं भगिनि. अस्तु अग्रे, तत्र रघुवीरनन्दस्वामी अग्रे पठितुम् इच्छति वा? आं महोदय. क्षम्यतां महोदय. ततः अफजल् खानः निश्चिन्तेन मनसा शिवराजम् आक्रान्तुं. महोदय, पूर्णं पठित्वा तत्र एतत् कुर्मः महोदय. भवान् तत्र तर्हि का गतिः, तत्र वाक्यत्रयं तावत् अथवा करणीयं, सन्देहे करणीयम्, आह्वानं करणीयम् इति तावत् पर्यन्तं पठित्वा विवृणोतु महोदय. आं महोदय. ततः अफजलखानः निश्चिन्तेन मनसा शिवराजम् आक्रन्तुं तुल्जापुरं प्रति प्रस्थितः. निबिडं निबिडं जावलीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव. तर्हि का गतिः? सन्धेः व्याजेन शिवराजस्य आह्वानं करणीयम्. तावत्. अस्तु. ततः अफजलखानः निश्चिन्तेन मनसा शिवराजम् आक्रन्तुं तुल्जापुरं प्रति प्रस्थितः. सः कः प्रस्थितः? अफजल् खानः प्रस्थितः. अफजल् खानः प्रस्थितः. प्रस्थितः इति विशेषणम् अफजल् खान पदस्य. अस्तु, तत्र मनसा इति अस्ति, तत्र मनसा महोदय, प्रस्थितः इति क्रियापदं न भवति वा? न, तत्र क्रियापदं किं भवति अत्र अस्मिन् वाक्ये? प्रति प्रस्थितः अस्ति वा? हा, प्रति प्रस्थितः आसीत् इति प्रायः पूतकाले अस्ति इति कृत्वा तावदेव, किन्तु अस्ति इति एव, तत्र तादृश क्रियापदमेव भवति आसीत्. तत्र किमर्थं तत्र प्रस्थितः इति अस्ति, तत्र किं साधारणतया तत्र त्वान्तप्रत्ययस्य तत्र रूपं किं भवति? प्रस्थितवान् इति रूपं भवति. प्रस्थितवान्, समीचीनं महोदय, प्रस्थितवान् इति अस्ति. किन्तु तत्र गत्यार्थकधातोः प्रस्थितः इति तादृशरूपमपि तत्र कर्त्रार्थे अपि वयं कर्तुं शक्नुमः. अहं तत्र किं विद्यालयं गतः, अहं विद्यालयं गतवान्, अहं विद्यालयं गतः अथवा अहं विद्यालयं गतः अथवा सा महिला वयं मया गतः इति भवितुम् अर्हति. अहं गतः इति गत्यार्थकदातुः केवलं गत्यार्थकधातूनां रूपद्वयं भवति इति. गतः, गतवान् अथवा गतवती इति स्थाने किं भवति? गता इति भवति. स्त्रीलिङ्गे गता, पुल्लिङ्गे गतः, गतवान् अत्र गतवती तत्र. अस्तु, अतः प्रस्थितः प्रस्थितवान्, स्त्रीलिङ्गे प्रस्थिता प्रस्थितवती इति. अत्र तु प्रस्थितः अफ्जलखानः. अफ्जलखानः तत्र सः शिवराजम् आक्रान्तुं प्रस्थितः. सः कुत्र प्रस्थितः? तुल्जापुरं प्रति प्रस्थितः. प्रस्थितः किं कर्तुम्? आक्रन्तुं. कम् आक्रन्तुं? कम् आक्रान्तुं? शिवराजं. शिवराजम् आक्रन्तुं प्रस्थितः. कीदृश शिवराजः? न कीदृश इदानीं नास्ति, किन्तु केन, केन तत्र भावः, तत्र मनसा इति अस्ति. निश्चिन्तेन मनसा, निश्चिन्तेन मनसा शिवराजं. तत्र महोदय, तत्र किम् अस्ति, तत्र अफजलखानः प्रस्थितः तुलजापुरं प्रति प्रस्थितः. अफजलखानः निश्चिन्तेन मनसा तुलजापुरं प्रति प्रस्थितः. प्रस्तावनसमये सः निश्चिन्तः आसीत्, मनसि कापि चिन्ता नासीत्, अतः सः निश्चिन्तेन मनसा सः तुलजापुरं प्रति प्रस्थितः. किमर्थं? सः उपायं ज्ञातवान् अस्ति खलु, तत्र केन मार्गेण अहम् एतत् कर्तुं शक्नोमि इति सः जानाति, अतः सः निश्चिन्तेन मनसा तुलजापुरं प्रति प्रस्थितः. किं कर्तुम् इति इदानीं पृच्छामश्चेत् किं भवति? शिवराजम् आक्रन्तुम् आक्रन्तुम् इति भवति. अस्तु, समीचीनं महोदय. अग्रे निबिडं जावलीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव. सः प्रस्थितः तुळजापुरं प्रस्थितः, तत्र जावलीवनं कीदृशवनम् अस्ति? जावलीवनं निबिडं. निबिडं, निबिडम् इत्युक्ते तत्र गूढवनम् इति. तत्र तत्र जावलीवनम् इति किं महोदय? जावलीवन वनस्य नाम महोदय, तावत् एव. तत्र यथा तत्र तुळजापुरम् इति नगरस्य नाम अस्ति, तादृश तत्र जावलीवनम् इति एकं वनम् अस्ति, तावदेव. किन्तु तत्र जावलीवनं कीदृशं? निबिडम् अस्ति तत्र. अतः तत्र निबिडं जावलीवनं, तत्र किं करणीयं? तत्र प्रविश्य ग्रहणार्थं. तत्र प्रविश्य इति स्थाने प्रवेशं कृत्वा इति भवति चेत् तत्र पूर्वं किं भवति? कृत्य. न, कृत्वा, कृत्वा. प्रविश्य इति स्थाने प्रवेशं कृत्वा इति भवति चेत् तत्र पुनः किं भवति? प्रवेशम् इति पूर्वं किं भवति? यथा आक्रमणं, कस्य आक्रमणं कृत्वा, अत्र कस्य प्रवेशं कृत्वा इति भवति. अतः जावलीवनस्य, निबिडस्य जावलीवनस्य प्रवेशं कृत्वा, ससैन्यं कृत्वा किं कर्तुं? ग्रहणं कर्तुं. ग्रहणं कर्तुं इच्छति, किन्तु ग्रहणं सुलभं वा? सुलभं वा ग्रहणं? नास्ति न, पर्वतमूषिकः सः. हा, सः पर्वतमूषिकः इव अस्ति. अतः तस्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव. तत्र कोऽपि संशयः नास्ति. तत्र ग्रहणं सुलभं नास्ति, तत्र न भवेत्, ग्रहणम् असाध्यम् इति. अतः सः अग्रे किं भवति? तर्हि का गतिः? हा, किं करणीयम् अग्रे? गतिः इति पदस्य लिङ्गं किम् अस्ति? पुल्लिङ्गः एव महोदय. का गतिः, किं करणीयं, मार्गः अग्रे गन्तुं मार्गः कः इति तत् सः चिन्तयति. अतः तत्र अग्रे किं भवति? सन्धेः व्याजेन शिवराजस्य आह्वानं करणीयम्. हा, अतः तत्र तत्र अन्यः कोऽपि मार्गः नास्ति इति कृत्वा सन्धेः मार्गं स्वीकरणीयं, मार्गः स्वीकरणीयः भवति. इत्युक्ते तत्र व्याजेन, सन्धेः व्याजेन तत्र कपटं, तत्र वस्तुतः सन्धिः करोति इति न, किन्तु सन्धिं कुर्मः इति तादृश उक्त्वा, किन्तु तदनन्तरं किमपि कपटं कुर्मः इति. तस्य व्याजः किं महोदय? व्याजः तत्र, व्याजः इत्युक्ते तत्र उपायः अथवा तत्र वदतु महोदय, नाटकः तत्र तादृशम् इति उक्त्वा, किन्तु तत्र मनसि तादृशः करोमि इति नास्ति, चिन्तनं नास्ति. अतः तत्र वदनम् अपि आचरणं वञ्चनं कृत्वा अतः तत्र आचरणम् अपि यत् वदति तयोः मध्ये भेदः अस्ति. यत् वदति तत् न करोति अथवा न कर्तुम् इच्छति इति. किन्तु सन्देहे व्याजेन शिवराजस्य आह्वानं करणीयम्, सः एव एकः एव मार्गः इदानीम् अस्ति इति. इति अस्तु, तर्हि समीचीनं. सन्धेहे महोदय चतुर्थी तत्र? न, सन्धेहे व्याजेन षष्ठी. ओ, षष्ठी सन्धेहे व्याजेन. अस्तु अस्तु, व्याजे व्याजनस्य लक्ष्यं किं? सन्धिः, तत्र सन्धेः हा, तत्र कविः अस्ति चेत् षष्ठी किं भवति? कवेः हा, सन्धिः सन्धेः इति करणीयं, सन्धेः व्याजेन. चतुर्थी अपि भवितुम् अर्हति तत्र? न, किमर्थम्? ओ इति, तत्र रूपं दृष्ट्वा न भवति, केवलं वाक्यं दृष्ट्वा. किन्तु तत्र व्याजेन इति आवश्यकम् अस्ति खलु, तत्र सन्धिं. हा अस्तु, तत्र तस्य आह्वानं किमर्थं करणीयम्? आह्वानं किमर्थं करणीयम् इत्युक्ते तत्र भवती किं वदति, चतुर्थीरूपं वदति इदानीं? सन्धये हरये इति, हरये कवये सन्धये आह्वानं करणीयं. किन्तु सन्धये आह्वानं करणीयं, सन्धये तत्र व्याजः व्याजेन इति अस्ति. तत्र व्याजः इति तत्र पुल्लिङ्गे भवति न वा इति न जानामि, किन्तु न व्याजं वा व्याजः वा इति न जानामि, किन्तु तत्र पुल्लिङ्गमेव अस्ति. अस्तु, अतः सुलभः भवति. तत्र सन्धिः अपि पुल्लिङ्गः एव वा? अस्ति चेत् तत्र सन्धिः पुल्लिङ्गः अस्ति, सन्धिः अतः तत्र किं कर्तुं शक्नुमः? तत्र व्याज व्याजः इति अस्ति चेत् तत्र चतुर्थी किं भवति? व्याजाय. हा, तत्र केवलं नाटकम् अस्ति खलु, तत्र व्याजाय सन्धये इति अपि तादृशं वक्तुं तादृशमपि तत्र प्रायशः अर्थः न भवति, किन्तु केवलम् अभ्यासार्थं व्याजाय सन्धये. यदि चतुर्थी वयं योजयामः इत्युक्ते सन्धये आह्वानं करणीयं, तदनन्तरं सन्धेः आह्वानं करणीयं, केन करणीयम् इति व्याजेन इति भवति, व्याजेन केवलं तत्र अभ्यासार्थम् तत्र व्याजाय. किमर्थम् असाधु अस्ति इति तु अहं न अवगतं. सन्धये व्याजेन आह्वानं करणीयं, तत् समीचीनं. तदेव अहं वदामि. अस्तु अस्तु अस्तु, तत् तद् व्याजेन सन्धाय. किन्तु तत्र किं भवति, आह्वानं व्याजेन करणीयम् इति भवति भगिनि. तत्र आह्वानं करणीयं केन मार्गेण करणीयं, व्याजेन करणीयम् इति भवति. अतः तत्र अर्थभेदः भवति. ओ, अस्ति वा. किन्तु चिन्तयतु, तत्र आह्वानं करणीयं सन्धेः व्याजेन. अस्तु, सन्धेः व्याजेन, क्षम्यतां भगिनि. अस्तु, तत्र सन्धाय इति भवती किं चिन्तयति? सन्धये व्याजेन शिवराजस्य आह्वानं करणीयम्. समीचीनमेव अस्ति, समीचीनम् अस्ति भगिनि. इदानीं तत् कर्तुं शक्नुमः. समीचीनम्. अस्तु अस्तु, तर्हि अग्रे इदानीं तत्र उमा मीनाक्षी भगिनी अग्रे पठितुम् इच्छति वा? श्रूयते वा? आम् श्रूयते. अस्तु, समीचीनं भगिनि. अस्तु अग्रे. तेन अग्रिमं कार्यं सुकरं भवेत् इति खानः चिन्तितवान्. हा, केन? तेन. तेन इत्युक्ते व्याजेन सन्धि यः. हा, तत्र आह्वानेन आह्वानं कुर्मः, तत्र आह्वानेन आह्वानेन तत्र अथवा तेन मार्गेण, तेन मार्गेण अग्रिमं कार्यं अग्रिमं कार्यं किम् अस्ति? अग्रिमं कार्यं तस्य मरणं न? तस्य मारणं सुकरं भवति इति कानः चिन्तितवान्. अग्रे अग्रे समाप्तं न? अग्रे सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्. सः किं कृतवान्? सः दूतं प्रेषितवान्. न, सः किं कृतवान् तत्र? प्रदर्शितवान्. सः प्रदर्शितवान् आसीत्. सः प्रदर्शितवान्. ओहोहो, ओके. प्रदर्शितवान् किं? प्रदर्शितवान् किं? प्रदर्शितवान् सः इच्छां प्रदर्शितवान्. तदनन्तरं कीदृशीम् इच्छां प्रदर्शितवान्? ओ, कीदृशीम् इच्छां प्रदर्शितवान्? मेलितुम् इच्छां प्रदर्शितवान्. केन मेलितुम्? केन मेलितुम्? शिवराजेन मेलितुम्. शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्. एताम् इच्छां केन मार्गेण प्रदर्शितवान् सः? दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्. अतः तत्र भागद्वयमस्ति. सः दूतमुखेन इच्छां प्रदर्शितवान्. किन्तु दूतमुखेन प्रदर्शितवान्, मेलनं शिवराजेन मेलनम्. एवमस्ति न? एवमस्ति, समीचीनं भगिनि. अतः तत्र सः दूतमुखेन इच्छां प्रदर्शितवान्. किन्तु इच्छा का? इच्छा अस्ति शिवराजेन मेलितुम् इति इच्छा. समीचीनम्. अग्रे महोदय, एकः प्रश्नः तत्र. तुमुन् प्रत्ययस्य प्रश्नवाचकः कीदृश एव इति तत्र केवलं न अहं वाक्यं दृष्ट्वा न उक्तवान्, तत्र इच्छां प्रदर्शितवान् अस्ति चेत् कीदृशीम् इच्छाम् इति. किं कर्तुं इति प्रायशः तुमुन् किं कर्तुम् इच्छा न तत्र तुमुन् इति प्रश्न इदानीम् अत्र मास्तु भगिनि, तत्र न गच्छामः. अत्र मास्तु, किन्तु तुमुन् अस्ति चेत् किं कर्तुमेव खलु, पठितुं सः पठितुं गतवती किं कर्तुम् इति एव भवति तत्र. अत्र तुमन्तं तु नास्ति न मेलितुम् इति अस्ति इति कृत्वा भगिनी पृच्छति. मेलितुं तु तुमुन् अस्ति खलु. अत्र महोदय शिवराजं मेलितुम् इति भवितुमर्हति, परन्तु अत्र सः इति तत्र शिवराजेन सह मेलितुम् इति अनेन तृतीया विभक्ति अभवत् अहं चिन्तयामि. शिवराजं मेलितुं तुम् इति खलु, तुम्मुन् मेलितुम् इति तु अकर्मकधातुः अस्ति खलु महोदय. तदपि अस्ति सः इति यद् तत्र वयं दृष्टवन्तः पूर्वमपि किमर्थं तृतीया इति भवति, यदि सः तत्र नास्ति चेदपि तत्र सः इत्यनेन एव तृतीया भक्ति इति. सत्यं सत्यम्. अतः तत्र मेलितुं मेलितुम् इति तुमुन् अन्त प्रत्ययः अस्ति, तुमुन् प्रत्ययः अस्ति, अव्ययम् अस्ति. तत् स्वीकरोति शालां गन्तुम् इत्यत्र भवति, परन्तु अत्र सः इति अस्ति अनेन एव शिवराजेन मेलितुम् इति अभवत्, न तु शिवराजं मेलितुम् इति. सः इति कुत्रचित् स्थलेषु सः इति ते न लिखन्ति, तदपि साधु इति सः इति सर्वत्र सः इति इत्यनेन एव तत्र तृतीया विभक्ति अभवत् सहयोगे तृतीया इत्यनेन. सत्यं सत्यं सत्यं. किन्तु तत्र इच्छां प्रदर्शितवान्, तत्र कीदृशी इच्छा इति एव प्रश्नः भवति, तत्र इच्छा का आसीत् इति एव प्रश्नः भवति. तत्र मेलितुं कं मेलितुम् इति भवति, मेलितुम् इति तदा कं मेलितुम् इति भवेत् शालां गन्तुम् इति तुमुन् प्रत्ययस्य द्वितीयविभक्तिः भवति किं कर्तुम् इति, परन्तु अत्र सः इति अस्ति अतः एव शिवराजेन मेलितुम् इत्यनेन एव, यद्यपि सः इति अदृष्ट लोपः अस्ति, परन्तु तेन कारणेन एव भवति अहं चिन्तयामि. सत्यं सत्यं महोदय, चिन्तितवान् किमर्थम् इति. शिवराजं मेलितुम् इति असाधु वा, साधु अस्ति अहं चिन्तयामि, साधु अस्ति. सः इति यदा सः इति वदामः चेत् शिवराजेन सह मेलितुम् इति भवति, यदि सः नास्ति चेत् शिवराजं मेलितुम् इति समीचीनम् अस्ति इति अहं चिन्तयामि. एतत् न जानामि, किन्तु प्रायशः तत्र दृष्टवान् इति मन्ये महोदय, तृतीयरूपमेव अहं दृष्टवान्, किन्तु अस्तु अस्तु. इदानीं तत्र इच्छां प्रदर्शितवान्, तत्र वाक्ये तत्र भागद्वयम् अस्ति, तत् ज्ञातव्यमस्ति. एकमस्ति सः इच्छां प्रदर्शितवान् दूतमुखेन, इच्छां प्रदर्शितवान् तत्र एकं तृतीया विभक्त्यन्तं तत्र गच्छति, अन्यत् तृतीय विभक्त्यन्तं किं भवति तत्र मेलितुं शिवराजेन सह अथवा शिवराजेन सह शिवराजेन मेलितुम् अथवा शिवराजेन सह मेलितुम् इति इच्छां प्रदर्शितवान् अपजलकानः. केन मार्गेण? दूतमुखेन इति. अस्तु अग्रे उमा भगिनी. आहत्य तत्र शिवराजेन सह मेलितुम् इति स्वीकुर्मः तत्र न दत्तं, क्लेशः न भवति, क्लेशः मा न भवति. सारल्यं यत्र अस्ति तत्र गच्छामः, यत्र सारल्यं नास्ति तत्र मा गच्छामः. ओ, इत्युक्ते तृतीया सह यदि वयं योजयामः तस्य विकल्पे नास्ति महोदय, इति न जानामि अहम्. अत्र सः इति स्थापयामः, सुलभः भवति. अस्तु उमा मीनाक्षी भगिनी अग्रे अग्रे राजा राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान्। हा अस्तु, इदानीं तत्र शिव कः प्रेषितवान्? प्रेषितवान् शिवराजः प्रेषितवान्। हा शिवराजः प्रेषितवान्। कीदृशः शिवराजः? राजनीतिज्ञः शिवराजः। हा राजनीतिज्ञः इत्युक्ते कः? विशेषणमस्ति न? विशेषणमस्ति, किन्तु पदस्य अर्थः यः राजनीत्यां ज्ञानी अस्ति, एवं वा? समीचीनं। हा सो अथवा यः राजनीतिं जानाति जानाति, राजनीतेः ज्ञानं यस्य अस्ति सः सः। एतत् सर्वम् अभ्यासः एव खलु भगिनि, नो चेत् तत्र वयम् एकमेव एकामेव विभक्तिं स्वीकृत्य यदि वदामः तत्र अभ्यासः न भवति, अतः विभक्तेः परिवर्तनं करणीयं सर्वत्र करणीयम्। राजनीतेः निपुणः अपि भवितुम् अर्हति। हा राजनीते राजनीतेः निपुणः, तत्र निपुणता कुत्र इति सप्तमी विभक्ति भवति भगिनि? सप्तमी निपुणता कुशलता राजनीत्यां निपुणः यः सः राजनीतिज्ञः इति। तत्रापि तत्र राजनीतिः इति तस्यापि खण्डं खण्डं कृत्वा राज्ञः नीतिः इति तदपि षष्ठी विभक्ति कर्तुं किन्तु किन्तु मास्तु अग्रे। अतः शिवराजः तादृशः शिवराजः प्रेषितवान्। कं प्रेषितवान्? कं प्रति प्रेषितवान्? कं प्रति प्रेषितवान्? कं प्रति प्रेषितवान्? खानं प्रति प्रेषितवान्। खानं प्रति प्रेषितवान्। इदानीं कं प्रेषितवान्? कः गच्छति? कः गच्छति इदानीं? गोपीनाथवर्यं। हा गोपीनाथवर्यः गच्छति, सः एव दूतः, गोपीनाथवर्यं प्रेषितवान्। गोपीनाथवर्यं कीदृश गोपीनाथवर्यः? ज्ञानवृद्धः वयोवृद्धः। हा तत्र ज्ञानेन वृद्धः ज्ञानवृद्धः वयसा वृद्धः वयसा वृद्धः वयोवृद्धः वयोवृद्धः ज्ञानवृद्धः गोपीनाथवर्यः यः अस्ति तं शिवराजः तम् अत्र गोपीनाथवर्यं खानं द्वयमपि द्वितीया विभक्ति अस्ति तत्र प्रतीति अस्ति प्रतीति उपपद अतः प्रतीति अस्ति इति कृत्वा तत्र तत्रापि कर्म तत्र कर्मपदम् इति नास्ति तत्र उपपदविभक्तिः इति अस्ति। ओके सो गोपीनाथवर्यं प्रेषितवान्। हा गोपीनाथवर्यम् एव द्वितीया विभक्ति कर्मपदं तदेव सः तत्पदमेव कर्मपदं साक्षात् कर्मपदं तु खानं तु प्रति कारणेन इति कारणात् खानम् इति अस्ति। महोदय अत्र प्रति नास्ति चेत् किं भवति? खानाय प्रेषितवान् भवति वा? सत्यं महोदय तत्र सत्यं तत्र अहं तत्र अहं किं रमेशाय ईमेल् प्रेषयामि इति कस्मै प्रेषयामि इति भवति आमां चतुर्थी सम्प्रदानकारकः अतः तत्र चतुर्थी भवति प्रेषयामि इति अतः तत्र खानाय इति एव भवति। समीचीनं महोदय प्राति नास्ति चेत् खानाय प्रेषितवान् इति राजदूतरूपेण इति किमर्थम् अपि इति अस्ति तत्र राजदूतरूपेण राजदूतः भवतु भवान् राजदूतः भवतु परन्तु केन कुत्र अहं स्थापयामि केन प्रेषितवान् वा न तत्र केन इति न भवति, केन रूपेण प्रेषितवान् इति एव, केन रूपेण प्रेषितवान् हा तत्र एव प्रश्नः भवति, केवलं केन इति न भवति, केन रूपेण तत्र राजदूतरूपेण इति उत्तरम् अपि इति किमर्थम् किम् अपि इति अस्ति वाक्ये किमर्थम् अपि अस्ति अपि ओ खानः तु प्रेषितवान् खान अपि दूतं प्रेषितवान् शिवराजः अपि प्रेषितवान् इति तावदेव अपि अतः अपि अस्तु अग्रे अग्रे सः गत्वा निवेदितवान् सः भवती एव गतवर्गे अपि गोपीनाथवर्य वदतु भगिनि पठतु सः गत्वा निवेदितवान् समाप्तं न तत्र तत्र किमपि अग्रे गच्छामि अग्रे अग्रे गच्छतु खानवर्य भवान् अस्मदीयं महाराजं सन्ध्यर्थम् आहूतवान् इति परमादयालुता तत्र दयालुता इति अस्ति परमा दयालुता तत्र दयालुता इति भाववाचकशब्दः खलु सुन्दर परन्तु खान् तु पुल्लिङ्ग अस्ति न अतः दयालुः न हा अस्तु तत्र दयालुः इति किं भवति दयालुः भवति चेत् विशेषणं भविष्यति विशेषणं दयालुः खानः दयालुः परम न परमदयालुः खानः अतः इदानीं तस्मिन् किमस्ति दयालुता अस्ति इत्युक्ते खानस्य दयालुता न महोदय अथवा खाने दयालुता अस्ति तत्र विशेषणम् इति तत्र तत्र एतत् उदाहरणं तत्र अहं बहुवारं श्रुतवान् तत्र विशेषणविषये तत्र उन्नतः पर्वतः इति अस्ति पर्वतः उन्नतः अस्ति उन्नतः इति किं भवति विशेषणम् अस्ति पर्वतस्य किन्तु उन्नतः इति तस्य भावः अस्ति औन्नत्यम् औन्नत्यम् इति भावः तत् कुत्र भवति औन्नत्यम् अथवा उन्नता उन्नता इति भावः अस्ति तत्र कुत्र अस्ति पर्वते अस्ति अथवा सुन्दरः सः सुन्दरः तस्मिन् सुन्दरता अस्ति अथवा सा सुन्दरी तस्यां सुन्दरता अस्ति अथवा तस्यां सौन्दर्यम् अस्ति इति भावरूपपदम् अत्र दयालुः सः दयालुः तस्मिन् दयालुता इति भावः अस्ति अतः सः दयालुः समीचीनं वा भगिनि अतः कानः दयालुः तस्मिन् काने दयालुता अस्ति दयालुता अस्ति अग्रे आहूतवान् खानः आहूतवान् कः न न खानः आहूतवान् कम् आहूतवान् कम् आहूतवान् महाराजम् अस्मदीयं महाराजम् अस्मदीयं महाराजम् अस्माकं फार्म् अस्ति अस्मदीयं तत्र भारतीयः इति तादृशः अस्मत् शब्दस्य अस्मदीयः अस्मदीयः अस्मदीयं महाराजम् अस्माकं महाराजम् अस्माकं महाराजम् किमर्थम् आहूतवान् सन्ध्यर्थम् आहूतवान् इति एतत् कार्यं कृतवान् अतः सः तस्मिन् दयालुता दयालुतां प्रदर्शितवान् भवान् दयालुतां प्रदर्शितवान् अस्ति खलु अतः एतत् इति अस्ति अतः परमा दयालुता अस्ति इदानीं तत्र भवान् शब्दस्य सप्तमी किम् अस्ति भवति हा भवति परमा दयालुता अस्ति भवति किमस्ति भवति परमा दयालुता अस्ति किमर्थं भवान् अस्मदीयं महाराजं सन्ध्यर्थम् आहूतवान् अतः अतः भवती परमा दयालुता अस्ति. अग्रे अग्रे भवतः पराक्रमः अग्नितुल्यः. अग्नितुल्यः तत्र अन्यत् कोऽपि तत्र तुलना कर्तुम् अन्य कोऽपि पदार्थः नास्ति, केवलम् अग्निः एव अस्ति. अतः अग्नितुल्यः एव. तत्र विशेषणं किं, विशेष्यं किम्? पराक्रमः विशेष्य विशेष्यम् अग्नितुल्य विशेषणम्. विशेषणं समीचीनं. हा पराक्रमः कीदृशः? अग्नितुल्यः पराक्रमः. पराक्रमः हा तेनैव. अग्रे तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति. हा वर्धिता अस्ति. शोभा वर्धिता अस्ति. शोभा वर्धिता न शोभा अस्ति. ओ शोभा कीदृशी शोभा? शोभा वर्धिता अस्ति एवं. कीदृशी शोभा? कीदृशी शोभा? कीदृशी शोभा? वर्धिता शोभा. वर्धिता शोभा. कस्य शोभा वर्धिता अस्ति? भूमण्डलस्य शोभा वर्धिता अस्ति. तदनन्तरं किं? कीदृशी भूमण्डलस्य? भूमण्डलस्य इति तत्र अखिलस्य भूमण्डलस्य भूमण्डलम्. अखिलं भूमण्डलम्. अखिलं भूमण्डलम्. कीदृशस्य भूमण्डलस्य शोभा वर्धिता अस्ति? अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति. केन? तेन. इत्युक्ते तेन पराक्रमेण. पराक्रमेण. कस्य? खानस्य. अफजल खानस्य एव पराक्रमेण भूमण्डलस्य शोभा वर्धिता अस्ति. वारे वा. किन्तु अत्र आगन्तुं तस्य महत् भयं वर्तते. एकनिमिषं. कस्य कस्य महत् भयम् अस्ति? न न किं वर्तते? ने वर्तते वर्तते अस्ति भयं. न अहं तु कर्ता शोधयामि. अस्तु अस्तु. वर्तते भयं वर्तते. भयं वर्तते. कर्तृपदं भयमेव. कर्तृपदं भयमेव. भयं वर्तते. कीदृशं भयं? महत् भयं. महत् भयं. कस्य महत् भयं? तस्य इत्युक्ते शिवराजस्य महत् भयं वर्तते. किमर्थं महत् भयं वर्तते? आगन्तुं. किं कर्तुं? किं कर्तुम् अत्र आगन्तुम्? किं कर्तुम्? आगन्तुं कर्तुं. किमर्थं न? किमर्थं न? किमर्थम् इत्युक्ते तत्र वर्धिता अस्ति, तत् सर्वं कारणं भवति. तत्र किमर्थं तस्य भयम् अस्ति इति. किन्तु किं कर्तुं तत्र तस्य भयं? किं कर्तुं महत् भयं वर्तते? अत्र आगन्तुम्. अत्र आगन्तुं तस्य शिवराजस्य. तस्य इत्युक्ते शिवराजस्य महत् भयं वर्तते. महत् भयं वर्तते. समीचीनम्. अस्माकं महाराजस्य शिवराजस्य महत् भयं वर्तते इति. अस्तु समीचीनम्. अग्रे गीताञ्जलि भगिनि. आं महोदय. अतः भवान् एव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति. भवानेव भवानेव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति. भवानेव अर्हति. किम् अर्हति? दातुम् अर्हति. कं दातुं? कं दातुं तु न न किं दातुम् अथवा अभय अभयम् अभयं दातुं दातुम् अभयं दातुं ददाति चेत् तत्र प्रश्नः कः? किं ददाति? कस्मै ददाति? कस्मै ददाति कस्मै ददाति इत्युक्ते महाराजाय ददाति महाराजाय अभयं ददाति अभयं अथवा दातुम् अभयं दातुम् अर्हति भवान् अर्हति भवान् तत्र आगत्य जावळिप्रदेशम् आगत्य अत्र सः अत्र अभयं दातुम् अर्हति किन्तु सः शिवराजः अत्र नास्ति अतः भवान् एव तत्र आगत्य अभयं तत्र आगत्य अभयं दातुं ददातु ददातु इति ददातु कृपया ददातु इति कृपया ददातु तत्र तत्रैव ददातु तत्रैव ददातु ददातु इति कं ददातु महाराजा कस्मै ददातु कस्मै ददातु महाराजाय स्वयमेव ददातु इति समीचीनं अग्रे दूतस्य तथाविधं कातरं वचनं श्रुत्वा खानः जावलीप्रदेशे मेलनम् अङ्गीकृतवान् अस्तु खानः अङ्गीकृतवान् किं अङ्गीकृतवान् मेलनम् अङ्गीकृतवान् किम् अङ्गीकृतवान् मेलनम् अङ्गीकृतवान् कुत्र मेलनम् अङ्गीकृतवान् जावलीप्रदेशे मेलनम् अङ्गीकृतवान् किं कृत्वा वचनं श्रुत्वा कस्य वचनं श्रुत्वा दूतस्य वचनं श्रुत्वा कीदृशवचनं कातरं वचनं कातरम् इत्युक्ते तत्र भययुक्त इति अस्ति भयजनकः अपि अस्ति भयजनकं वचनम् इति एकम् अस्ति भययुक्तं वचनम् अस्ति अत्र किं समीचीनम् भययुक्त एव भयजनकः इति न खलु तत्र यत् सः दूतः उक्तवान् तत् श्रुत्वा कोऽपि भयम् अनुभवति वा न अनुभवति किन्तु न तत्र कस्य भयः अस्ति तत्र कः तत्र सः अथवा कः बिभेति अत्र दूतः बिभेति तस्य भीतिः अस्ति दूतस्य भीतिः अस्ति अतः तस्य वचनं भययुक्तवचनं भययुक्तं वचनं भययुक्तं वचनं श्रुत्वा खानः जावलीप्रदेशे मेलनं शिवराजं मेलनम् शिवराजेन सह मेलनं शिवराजेन सह मेलनम् अङ्गीकृतवान् क्षम्यताम् अङ्गीकृतवान् समीचीनं भगिनि अस्तु तथाविधम् इत्युक्ते तथाविधम् एतादृशम् एतादृशं दूतमेकं विधि वदत् उक्तवान् तत् विध तत् तथाविधमेव एतादृशम् एतादृशं कातरं वचनम् एतादृशं कातरं वचनं श्रुत्वा कातरम् अत्र महोदय कर्मपदमस्ति किन्तु श्रुत्वा शृणोति पुंलिङ्गं पदं वा कातरं वचनं वचनमिति वचनमिति लिङ्गं किं नपुंसकलिङ्गम् अतः विशेषणस्य अपि नपुंसकलिङ्गम् एव कातरम् इति कातरं वचनं महोदय भयं दूतस्य न वचनं कातरं हा सत्यम् अतः भययुक्तवचनम् इति अहम् उक्तवान् किन्तु तत्र दूतस्य अपि भीतिः अस्ति खलु तादृशः सः प्रदर्शितवान् खलु शिवराज भीति अस्ति चेत् कातरं वचनम् उक्तवान् शिवराजः अत्र न उक्तवान् खलु भगिनी कस्य वचनम् अस्ति दूतस्य वचनम् अस्ति खलु, तत्र शिवराजस्य भयः अस्ति इति विषयः नास्ति, वचने भीतिः अस्ति इति. अतः वचनं कीदृशं? भययुक्तवचनं, कातरं वचनम्. पूर्ववाक्ये महत् तत् सत्यमस्ति, तस्य महद्भयम् अस्ति, तद् अन्यत् विषयमस्ति. सः अन्यः, अत्र अत्र कातरम् इति अन्यः विषयः भगिनि. अत्र शिवराजस्य भयम् इति तत्र विषयः नास्ति. दूतस्य वचने भय भीतिः अस्ति इति वक्तुम् इच्छति अत्र महोदय. दूतः वदति पराक्रमः अग्नितुल्यः अखिलस्य भूमण्डलस्य शोभा वर्धिता इति चाटुवचनम् इति वक्तुं शक्यते वा? शक्नुमः. कपटवचनं, कपटवचनं, तत् सर्वं कपटमेव. चाटुवचनम् इति लैक् तद्रूपं न जानामि भगिनि. चाटु इति श्लाघते, श्लाघनं करोति, सत्यं श्लाघनं करोति, परन्तु तत्तु सत्यं नास्ति. अतः चाटुवचनम् अस्तु, हिन्दीभाषायां तदेव अस्ति. किन्तु संस्कृते न, इन् संस्कृते अस्ति, हिन्दी ऐ डोण्ट् नो. न न न, हिन्दीभाषायां चाटुश्लोकः प्रियवचन येन पुष्यति. किन्तु तत्र सत्यं, सत्यं तदेव अस्ति. सः साक्षात् तस्य विश्वासः नास्ति, किन्तु किन्तु केवलं प्रदर्शनार्थं तादृशं वदति सः. अस्तु, इदानीं तत्र समयः अपि जातः. अस्तु, अत्र समापयामः. तत्र तत्र सूर्यकुमारी भगिनी, अत्र अद्य भवती वदति वा शान्तिमन्त्रम्? आं महोदय. अस्तु, तदनन्तरं समापयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कक्षिद्भृद्भाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः भगिनी. सर्वेभ्यो नमः. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः. हरिः ओम्.